पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 76 संजय उवाच येसुराश्च मृता युद्धे सम्मुखे विमुखेऽपि वा गतिं तेषामहं ब्रह्मन् श्रोतुमिच्छामि तत्त्वतः असङ्ख्याता इमे दैत्यास्त्रैलोक्ये सचराचरे अद्याप्यासन् गदा कुत्र येदन्मे शंस भो गुरो व्यास उवाच ये मृदाः सम्मुखे शूरा दैत्यानां प्रवरारणे स्वयं प्राप्य च देवत्वं भोग्यमश्नन्ति शाश्वतं प्रासादायत्र सौवर्णा नानारत्ना विभूषिताः सर्वकामप्रदा वृक्षा स्वर्णदीतोय संयुताः पद्मोत्पलसुकल्हारैर्गन्धाढ्यैरन्यपुष्पकैः दधि दुग्धाज्यखण्डैश्च युधा पुष्करिणी शुभा अतीवरूपसम्पन्नाः सदैव नवयौवनाः तत्र राज्यं प्रकुर्वन्ति तथैव वसुधातले एवं जन्माष्टकं प्राप्य धनिनोऽध्यक्षमन्त्रिणः अर्धसम्मुखगात्रेण दिवमश्नन्ति शाश्वतं विमुखा कादराभिधा ये च मायाविनोरणे ते यान्ति निरयं घोरं ये च देवद्विजद्विषः पदिदं मूर्च्छितं भग्नमन्ययोद्धारमाहवे हन्तारो निरयं यान्ति ते जम्लेच्छा कुवाचकाः परन्यासापहर्तारो विमुखाः सन्ति तत्त्वदः रात्रौ वा विपिने नष्टे चोरा साहसकारिणः सर्वभक्षरता मूढा म्लेच्छा गोब्रह्मखादकाः कुवाचकाः परे म्लेच्छा यदे ये कूडयो नयः तेषां पैशाचिकी भाषा लोकाचारो न विद्यते नास्ति शौचं तपोज्ञानं न देव पितृतर्पणम् दानश्राद्धादिकं यज्ञे सुराणां च प्रपूजनं पितॄणां च न शुश्रूषा द्विजदेवतपस्विनां ज्ञानलोपाद्दतस्तेषां मलशौचं न विद्यते मातरं भगिनीं चान्यां गृहिणीं कामयन्ति च सर्वो विपर्ययो लोकात् सदाचारो मलीमसः तार्क्ष्यस्वद्ववनानां च अन्येषां गोत्रवासिनां कुलजादा सदा दैत्या येषां पुण्यमकारणं दुर्गतिं च मृदा यान्ति द्विजस्त्री शिशुकादिनः गवाशिनो दुरात्मानो ह्यभक्ष्य भक्षणे रताः कीडयोनिं व्रजं त्येदे तरवश्च पिपीलिकाः न मन्त्रेषु न देवेषु कल्पं ते सुरद्विषः अग्रजः सहजस्तेषां सदृग्नो ग्राम्यवृत्तयः लोमकेशप्रणेतारक्रव्यभक्षरता भुवि साहस्रं च व्रतं दानं स्नानं यज्ञादिकं च यद मत्स्यमांसादिषु प्रीदा मृषा वचनभाषिणः सदा कामाः सदा लोभाः सदा क्रोधमदान्विताः वध बन्धरदोद्वेगाद्युदसङ्गीतसम्प्रियाः कुभृत्या कुजनप्रीता कुदिगन्धरता नराः न देवेषु न विज्ञेषु न धर्मश्रवणेषु च स्तोत्र मन्त्रादिके पुण्ये यथा कार्येष्वनिश्चयाः बहुरोगाधिरोषाश्च बहुरूपपरिच्छदाः नरजादिषु दैत्यानां चिह्नान्येतानि भूतले न जानन्ति परं लोकं न गुरुं स्वं न चापरं गर्भपूरणमिच्छन्ति नातिथिं न गुरून् द्विजान् न देवं न सुदं गोत्रं न मित्रं न च बान्धवम् स्वप्ने दानं न जानन्ति भक्षणान्न परिच्छदम् गोपायन्ति धनं यस्मात् ते यक्षा नररूपिणः प्राणां तेऽपि धनं किञ्चिन्न दिशन्ति च राचनि ते यक्षा दुर्गदिस्ताश्च परार्थे भारवाहकाः प्रेतानां लक्षणं यद्वा सर्वलोकविगर्हितम् स्त्रीणां च पुरुषाणां च शृणुष्वैकमना मम मलपङ्गधरा नित्यं सत्यशौच विवर्जिताः दन्तकुन्दलवस्त्राणां वपुषो मलसञ्चयाः गृहपीठादिपात्राणां सकृच्चौचं न रोचते न पश्यन्ति सुखं स्त्रीणां विशन्ति कानने धृतं विकसोच्छिष्टभूदीनां भक्षणेऽभिरदा भुवि अन्नपानं च शयनमन्धकारेषु रोचते कदाचित् स्वस्थधा नास्ति क्वचिद्वा शुचितातनौ लक्षणं नरलोकेषु प्रेदानामीदृशं किल हिदाहिदं न जानन्ति मित्रामित्रं गुणागुणम् पापपुण्यादिकं स्थानं स्नानं देवद्विजार्चनम् अरिमित्रमुदासीनं न विन्दन्ति स्वभावतः मर्त्यस्ताः पशवस्ते च ज्ञायन्ते बुद्धिसम्मतैः बुद्ध्या नानात्वभावाश्च भ्रमन्ति च मृषा भुवि यक्षरूपा नरास्ते च सर्वकर्म बहिष्कृताः येषां भेदं प्रवक्ष्यामि लक्षणं धरणीतले विचादामर्त्यलोकेषु पापस्यैवानुरूपतः मलीमसभुविप्रस्थं नागरं छद्मरूपिणं विकसादिप्रभोक्तारं काकमाहुर्मनीषिणः अभक्ष्ये निरदपावः कुकुरः पूदिसंप्रियः प्रवृत्तः सर्वगृह्येषु भक्ष्याभक्ष्यसजीवनः भूम्यां पश्वादियोनीनां कुलेषु प्राप्तसम्भवाः सुनो विगृह्यहस्तेन म्लेच्छानां भक्षणप्रियाः विशेषात् सूकराणां च तथा च रणयोधिनां पोषणे भक्षणे प्रीदाः पूदिगर्ह्येष्वसाधुषु पर्वते करणाद्वह्ने काष्ठसञ्चयसङ्ग्रहे विज्ञेयास्ते सदा म्लेच्छाः क्षत्रियाणां भयाकुलाः लोकानां नष्टधर्मे च सदा शौचविवर्जिते कुलीनानां तदा म्लेच्छ भविष्यन्ति च दस्यवः तेषां संसर्गतोऽन्ये च सम्बन्धादन्नभोजनाद् मैथुनास्तस्य योषासु तद्भावं तु व्रजन्ति ते तस्मिन् काले जनाः सर्वे दुःखरोगप्रतापिताः दुर्भिक्षान्न परामूढाः सदा राजप्रपीडिताः तत्रा सत्येरदामर्त्या सर्वशौचविवर्जिताः न श्रूयन्ते जनैरेव पुराणागमसंहिताः मद्यमांसप्रियाः पापा सर्वभक्षाः सुदारुणाः दारुणाचारनिरता नित्यं छलपरायणाः न पुष्णन्ति सुदास्तातं प्रसुवं च गुरूनपि न शुश्रूषन्ति वै भृत्या स्वामिनं गुणशालिनं भर्तारं न स्त्रियः काश्चिश्वशुरौ च स्वमादरः नित्यकाष्ठानरास्तत्र कलहश्च गृहे गृहे नृपा म्लेच्छासुरपाश्च तथा मन्त्रिपुरोहिताः मनुष्यैश्च बलिस्तेषां मत्स्यैर्मांसैर्निरामिषः पाषण्डाया स योगेभ्यः प्रधाना गुणवार्तयोः धनिकैकोकिलैर्मन्दैर्व्याप्तं तैस्तु महीतलं तदोऽन्योन्यं प्रिया मूढा वने वा नगरेषु च भक्ष्याभक्ष्यं समश्नन्ति मत्स्यमांसादिकं नराः वने द्विजादयश्चान्ये भुञ्जन्ते चानुपापकम् भक्तिमन्दं पशुं चान्यत् सर्वे यान्त्य पुनर्भवं पादयन्ति पितॄन् पापाः सर्वे ते पूर्वदेवकाः पिशाचा राक्षसा ये च मूर्त्यका गुह्यका ध्रुवं ये दे च विनयप्रीता न देवो न च मानुषाः सञ्जय उवाच कथं च मर्त्यभावेषु लक्षं जानन्ति तात्विकाः ये दम्मे संशयं नाथ दूरीकुरु ततस्ततः व्यास उवाच कृतपापानुरूपास्तु द्विजादेषु अन्यजादिषु असुरा राक्षसा प्रेता स्वभावं न त्यजन्ति ते जादा ये चासुरामर्त्ये सदा ते कलहोत्सुकाः कुहका कच्चरा क्रूरा विज्ञेया राक्षसा भुवि जनोद्विग्नादिकं दानं तथा देवार्चनं भुवि उग्रभावाद्धनं लब्ध्वा राज्यं भुञ्जन्ति शाश्वतम् जयं शौर्यादिकं पुण्यं पुनः पापक्षयं व्रजेद एवमुर्व्यां तथा नाके नागलोके यमालये उग्रेण तपसा कश्चित् सुरत्वं लभदे दिवि वासुदेवं समाराध्य प्रह्लादः सुरपूजितः हरं तथान्धको दैत्यस्तुत्वा तत्सभ्यको भवद तस्यैव गणमुख्यत्वं लेभे भृङ्गी महाबलः येते चान्ये च बहवो बलिरिन्द्रो भविष्यति गच्छन्ति सद्गतिं तात इहामुत्र च सर्वदा केचिद्दैत्यकुले जादाः पृथिव्यां सुरसत्तमाः भावयन्ति पितॄन् सर्वान् शतशोध सहस्रशः एकेनापि सुपुत्रेण कुलत्राणां च धीमता एकोऽपि वैष्णवपुत्रकुलकोटिं समुद्धरेत् जितेन्द्रियोऽपि धर्मात्मा द्विजदेवार्चने रतः क्षये धर्मे कलौ शेषे पुरे जनपदेषु च एको रक्षति धर्मात्मा पुरे ग्रामं जनं कुलं विज्ञातृमेधुरं चासीत् ब्राह्मणानां पुरं महद तत्र सर्वे द्विजाशश्वत्सन्ध्योपासनतत्पराः वेदपाठरता धीरा देवातिथिद्विजार्चकाः यज्ञव्रताग्निकर्माणषट्कर्मपरिनिश्चयाः अधिकृच्छ्रे च तेषां वै न पापे वर्धते मनः कुर्वन्ति सददं वीराव्रतं यज्ञं सनातनं कदाचिद्दैवयोगाच्च गृहस्थश्च स कोविदः वह्नौ जुहोदि विप्रर्षिराज्यं मन्त्रेण मन्त्रविद तस्मिन् काले च तस्यैव मूत्रकृच्छ्रं सुदारुणम् तत्प्रोच्छितुं गदसोऽपि रक्षार्थं स्थाप्य चेटिकं तस्यास्त्वनवधानेन शुना चाज्यं च भक्षितम् भियातया ततः पात्रं स्वीयमूत्रेण संहृतम् असंलक्ष्या जुहोदग्नौ स विप्रस्त्वरया ततः आश्चर्यं च ततो वह्नौ लक्षितं तेन तत्क्षणाद् कूडं हेममयं साक्षात् स्वर्णं जाम्बूनदप्रभम् गृहीत्वा तन्मुदा विप्रः पापयोगं चकारः पप्रच्च विस्मयादासीं कथ मे दद्वदप्रिये मुदा तत्र यथावृत्तं कथितं तु तया द्विज तदो नित्यं यथा कालं तच्च तस्य प्रवर्तते समुद्धिरद्भुता गेहे लोकविस्मयकारिणी ततः परस्परा श्रुत्वा सर्वैरेव च तत्पुरे कृतं कर्म दुराचारं श्रुत्वा लोभादसाधुभिः गुरुलोभाच्च सुमहत्स्वान्दे पाङ्गं विशत्यपि पङ्कादेवभयान्मोहान्मदिभ्रंशो भवत्तदः अध किल्बिषकूटेन दग्धमेव पुरं च तद् स्त्रियो दुष्टा जनादुष्टा सर्वे पापबलात्तदा वृद्धो ज्ञादा द्विजस्तत्र तत्कार्येण मदिं दधौ तस्य भार्या तदा साध्वी पुरुदुःखेन संयुता भर्तारं कृच्छ्रसन्तप्ता पुरकार्यं जगादसा ब्राह्मण्युवाच कष्टं मे वर्तते नाथ दृष्ट्वा त्वां दुःखसंयुतं ग्रामाचारमिमं यद्वाप्यपरं कर्तुमर्हसि तदस्तत्र स दोषज्ञस्मित्वा वचनमब्रवीद यस्तु जीवति पापेन त्यक्त्वा धर्मं परं हितं स वै ध्येयो महाभागे प्रगच्छत्यपुनर्भवम् ये देवि प्रादुराचाराः सदाराः सपरिच्छदाः अधिपातकयोगा च महापादकसम्मताः सह पापेन महता प्रयास्यन्ति रसातलम् अन्ते पुनर्भवं प्राप्यापराधां तो न विद्यते अहमेकोऽत्र तिष्ठामि स्वपुण्यपरिरक्षणात् ततः स तमुवाचेदं लोकहास्यवचस्तव वक्तुमर्हसि नश्चाग्रे न पुरोऽन्यस्य कस्यचिद् द्विज उवाच यदि यास्यामि चान्यत्र इदोऽहं तत्क्षणात् प्रिये सवित्तैः स्वजनैरेव पुरीयास्यत्यधो गतिम् इत्युक्त्वा परमप्रेदत्सं गृह्य च धनं स्वकं क्षिप्रं स च तया सार्धं ययौ सीमान्तरं द्विजः स्थित्वा पश्यत्पुरी तावस्थिरा तिष्ठति पूर्ववद सा चाह तं पतिं साध्वी पुरी चेयं न नश्यति विमृश्यतामुवाचेदं विप्रवर्यः सुविस्मितः किं नु तिष्ठन्ति तत्रैव द्रव्यमस्मद्गृहाद् बहिः विचार्य साधवं प्राह मया भ्रान्त्या उपानहौ नानीदे तिष्ठतस्तत्र धारयिष्यामि किं नु वै यवमुक्त्वा पदीं साध्वी गृहीत्वा ते उपागता पत्युरभ्याशदो दृष्टं पुरं निर्व्यधनं गतम् ततो विप्रादयो वर्णाकच्चरा पुरवासिनः तिष्ठन्ति नरके घोरे दुःखिताश्च पुनर्भवे कृच्छाद्यमपुरं यान्ति नास्ति तेषां च निष्कृतिः पूदिगन्धं ततो मेध्यं वर्जनीयं प्रकीर्तितम् पूर्ववद्भक्षणे प्रीदो ह्यद्यपापं करोति च स्तेयशीलो निशाचारी बुधैर्ज्ञेयः स वञ्चकः अबुद्धः सर्वकार्येषु अज्ञातः सर्वकर्मसु समयाचारहीनस्तु पशुरेव स बालिशः एव मुष्ट्रादयः सन्ति भक्षादिनकुलादयः हिंस्रोज्ञादि जनाद्वेगरिते युद्धे च कादरः विकसादिप्रियो नित्यं नरस्वा कीर्तितो बुधैः चौर्यकर्मरदो नित्यं बहुमित्रप्रवञ्चकः मिथुने कलहो नित्यं मर्त्यस्तु परिकीर्तितः प्रकृत्या चपलो नित्यं सदा भोजनचञ्चलः प्लवखकाननप्रीदो नरशाखामृगो भुवि सूचको भाषया बुद्ध्या स्वजनेऽन्यजनेषु च उद्वेगजनकत्वाच्च स पुमानुरगस्मृतः बलवान् क्रान्तशीलश्च सततं चानपत्रपः भूदिमांसप्रियो भोगी नृसिंहसमुदाहृतः तत्स्वनादेव सीदन्ति भीदा अन्ये मृगादयः द्विरदादिनराये च ज्ञायन्ते दूरदर्शिनः एवमादिक्रमेणैव विजानीयान्नरेषु च सुराणां लक्षणं ब्रूमो नररूपं व्यवस्थितं द्विजदेवातिथीनां च गुरुसाधुतपस्विनां पूजातपोरतो नित्यं धर्मशास्त्रेषु नीतिषु क्षमाशीलो जितक्रोधः सत्यवादी जितेन्द्रियः दयालुर्दयितो लोके रूपवान् मधुरस्वरः वागीश सर्वकार्येषु गुणी दक्षो महाबलः साक्षरश्चापि विद्वांश्च गीतनृत्यार्थतत्त्वविद आत्मविद्यादिकार्येषु सर्वतन्त्रीश्वरेषु च हविष्येषु च सर्वेषु गव्येषु च निरामिषे सद्योगास्वादद्रव्ये च प्रत्यग्रे चादिशोभने गन्धमाल्येषु वस्त्रेषु शास्त्रेष्वाभरणेषु च सम्प्रीतश्चातिथौ दाने पार्वणादिषु कर्मसु स्नानदानादिभिः कार्ये व्रतैर्यज्ञैः सुरार्चनैः कालो गच्छति पाठैश्च न क्लीबं वासरं भवेद् अयमेव मनुष्याणां सदाचारो निरन्तरं देववान्मानवाचारो गीयते मुनिसत्तमैः किन्तु सत्त्वाधिको देवो मनुष्यो भीद एव च गम्भीरः सर्वदा देवः सदैव मानवो मृदुः द्वयोस्तुत्या च सम्प्रीतिर्न दैत्यादौ भवेत् किल प्रीतिभावं परं सौख्यं सौहृदं सुहृदं शुभम् देवमानुषयोरेव दैत्यराक्षसयोस्तथा प्रेदादीनां च प्रेदेषु पशौ प्रीधिपशोरपि काकातयस्वजातौ च तथान्ये च स्वजातिषु प्रीदा भवन्ति च प्रीदा विद्या तेषां च लक्षणम् एवं पुण्यविशेषेण सविशेषा सुजातिषु प्रिया प्रियं विजानीयात् पुण्या पुण्यं गुणागुणं दम्पत्योर्न सुखं किञ्चिज्जातिभेदान् नृणां भुवि स्वजातिषु भवेत् प्रीतिर्मुक्तो वा निरयेऽपि वा अधिपुण्याल्लभेदायुशोभना पुण्यकारिणः पापात्मानो लभन्तेदं ये च दैत्यादयो नराः कृते जादासुरभूमौ न दैत्याश्चान्यजादयः त्रेतायामेकपादं च द्विपदं द्वापरे युगे सन्ध्यायां च कलेरेव सर्वपादं च सङ्कुलं देवादीनां भवेज्जातं भारतं यत्प्रवर्तितम् एते दुर्योधनस्यैव योधा सैन्यादयस्तथा ते च दैत्यादय सर्वे ये च कर्णादयो भुवि गाङ्गेयो वसुमुख्यश्च द्रोणो देवमुनिप्रभुः अश्वत्थामा हरसाक्षाद्धरिर्नन्दकुलोद्भवः पञ्चोद्रा पाण्डवा जादा विदुरो धर्म एव च गान्धारी द्रौपदी कुन्दी चैता देव्यो धरातले देवदैत्या कलेर्मध्ये दैत्याशेषे च मानवाः उत्पत्स्यन्ते सदा प्रेधा क्रव्यादा पशुपक्षिणः तेषां च कुलडा दासी नित्यकष्टाय वीयसि नित्यं द्वन्द्वेषु सम्प्रीत्य तेषामाचारभाषिणी किल्बिषेषु च सर्वेषु कलहे न्यायकर्मणि रता दैत्यादयो येते सर्वे निरयगामिनः वैशम्पायन उवाच दैत्यादीनां मृषा भावासुरत्वं न सुरालयं कथं भोग्यं कथं सौख्यमारोग्यं बलसञ्चयम् राज्यमायुस्तथा कीर्तिरभीष्टं दयितं बलं नीतिविद्यादिकं भाव्यं जन्मवृद्धं सनातनम् दानाध्ययनकर्माणि यज्ञादि च कथं प्रभो ये दद्दाप्ताय शिष्याय मह्यम्भो वक्तुमर्हसि व्यास उवाच दैत्यानां साहसादेव तपो भवति निश्चितं व्रतं यज्ञादिकं चैव सम्प्रीति स्वजनस्य च यो दान्तो विगुणैर्मुक्तो नीतिशास्त्रार्थतत्त्वगः एतैश्च विविधैः पूतः स भवेत् सुरलक्षणः पुराणागमकर्माणि नागेष्वत्र च वैद्विज स्वयमाचरदे पुण्यं स धरोद्धरणक्षमः विशेषाद्वैष्णवं दृष्ट्वा प्रीयते पूजयेच्च यः विमुक्तः सर्वपापेभ्यः स धरोद्धरणक्षमः षट्कर्मनिरतो विप्रसर्वयज्ञरदः सदा धर्माख्यानप्रियो नित्यं स धरोद्धरणक्षमः विश्वासखादिनो ये च कृदघ्ना व्रतलोपिनः द्विजदेवेषु विद्विष्टाश्चान्दयन्ति धरां नराः ये च मध्यरथाः पापाद्युतकर्मरथास्तथा पाषण्डपदितालापाश्चान्दयन्ति धरां नराः सुकर्मरहिता ये च नित्योद्वेगाश्च निर्भयाः स्मृतिशास्त्रार्थकोद्विघ्नाश्चादयन्ति धरां नराः निजवृत्तिं परित्यज्य कुर्वन्ति चाधमाञ्चये गुरुनिन्दारदाद्वेषाच्छान्दयन्ति धरां नराः दादारं ये रोदयन्ति पादके प्रेरयन्ति च दीनानाथान् पीडयन्ति शादयन्ति धरां नराः यदे चान्ये च बहवः पापकर्मकृतो नराः पुरुषान् पादयित्वा तु शादयन्ति धरां नराः य इदं शृणुयाद्रम्यं गुह्याद्गुह्यं परं हितं न तस्य दुर्गतिर्दुःखं दौर्भाग्यं दीनदा भुवि न दैत्यादौ भवेज्ञन्म स्वर्लोके शाश्वतं सुखं न काले मरणं तस्य न च पापैः प्रलिप्यते इह सर्वजनाध्यक्षत्रिदिवे त्रिदिवेश्वरः कल्पं कल्पं दिवं भुक्त्वा मोक्षमार्गं व्रजत्यसौ इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे पुण्यव्यक्तिर्नाम षट्सप्ततितमोऽध्यायः ॐ